नमस्कारः. अद्यतनचिन्तनवर्गे विषयः अस्ति धातुपाठे हल् सन्धिः. इदानीं वयं रेफवकारयोः परयोः इख दीर्घः इत्यस्य विषये चर्चयिष्यामः अद्य. अपि च तस्य अत्र प्रथमसूत्रमस्ति रुवोरुपधाय दीर्घः इकः इति. तस्य कार्यं कुत्र भवति इति अपि वयं विस्तृतरूपेण द्रक्ष्यामः. प्रथमम् अत्र सूत्रं लक्ष्मीभगिनी भवती आरम्भं करोति वा? सूत्रं स्वस्य वाक्यैः अत्र एकवारं वदति वा सूत्रं किमस्ति इति? रुवोरुपधाय दीर्घः इति. अस्तु भगिनि, इकः. आं भगिनि, उपधाय दीर्घः इकः. पदान्ते रेकान्तस्य वकारान्तस्य च धातोः उपधायाः इकः दीर्घादेशो भवति. केवलं तत्पर्यन्तं महोदय, न पूर्ण न तदेव समीचीनमस्ति भगिनि. अपि च अनुवृत्ति अनुवृत्तिसहितसूत्रं भोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते. अस्तु, सूत्रं वदति सूत्रमस्ति रोः रो उपधाय दीर्घः इकः. अनुवृत्तिसहितसूत्रं वदति रोः धातोः उपधायाः दीर्घः इकः पदस्य अन्ते. यदि पदान्ते रेफः वा वकारः वा अस्ति चेत्, अपि च तत्पूर्वं तत्पूर्वं उपधायां इक्वर्णः अस्ति चेत् इक्वर्णस्य दीर्घादेशो भवति इति सूत्रं वदति. एतत् सूत्रं केवलं पदान्ते एव कार्यं करोति. इत्युक्ते पदसंज्ञा आवश्यकम्. अपि च तदेव पर्याप्तं नास्ति किल अत्र? अपि च रेपान्तवकारान्तधातुः अपि च उपधायाम् इक्वर्णः भवेत्. उपधायां दीर्घ अत्र इक्वर्णः भवेत्. अस्तु भगिनि, पदान्तः अपि च धातुः रेपवकारान्तधातुः अपि. अस्तु भगिनि, इदानीमत्र वयं गतसप्ताहे किञ्चित् अत्र सुबन्तविषये किञ्चित् चर्चितवन्तः. अत्र विद्याभवन् किञ्चित् वदति वा अत्र यद्वयं दृष्टवन्तः सुबन्तविषये? तत्र संज्ञाविषये वा? संज्ञाविषये भगिनि इदानीम् अत्र. अस्तु, तर्हि तत्र सर्वप्रथमं तत्र सूडनपुंसकस्य इति सूत्रेण तत्र प्रथमपञ्चप्रत्ययाः सु औ जस् अम् औट् एते पञ्चप्रत्ययाः तेषां तत्र सर्वनामस्थानसंज्ञा इति भवति. पुल्लिङ्गे अपि च स्त्रीलिङ्गे, नपुंसकलिङ्गे न भवति. प्रत्ययस्य संज्ञा सर्वनामस्थानसंज्ञा इति प्रत्ययस्य संज्ञा. तदनन्तरं तत्र द्वितीयसूत्रम् आसीत् स्वादिश्वसर्वनामस्थाने इति सूत्रं. तत्र सूत्रं वदति तत्र सर्वनामस्थानसंज्ञकप्रत्ययान् इत्युक्ते प्रथमपञ्चप्रत्ययाः सुप् सु औच् अम् औट् एतान् विहाय तत्र सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं तत्र प्रत्ययात् प्राक् अङ्गस्य पदसंज्ञा भवति इति स्वादिश्वसर्वनामस्थाने इति सूत्रम्. अङ्गस्य पदसंज्ञा तत्र अत्र तु केवलं व्याकरणलोके एव तत्र पदसंज्ञा. सुप्तिङन्तं पदमिति तत्तु तत्र लौकिकरूपे अपि तत्र पदसंज्ञा यत्र पदमस्ति तत्र पदान्ते पदसंज्ञा अस्ति. अत्र तु केवलं तत्र व्याकरणकार्यार्थमेव तत्र अङ्गस्य पदसंज्ञा इति अस्ति स्वादिश्वसर्वनामस्थाने इति सूत्रम्. अनन्तरं तत्र यचि बम् इति अन्यत् सूत्रमस्ति. तत् सूत्रं वदति सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य इत्युक्ते पुनः तत्र सु औजस् अम् औट् एते पञ्च सुप्रत्ययाः प्रत्ययान् विहाय अत्र अन्ये प्रत्ययाः सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं यदि प्रत्ययाः यकादयः अथवा अजादयः चेत् तर्हि तत्र अङ्गस्य भसंज्ञा भवति इति अस्ति. तर्हि अत्र संज्ञाद्वयं भवति, यत्र यकारादयः अजादयः प्रत्ययाः सन्ति तत्र अङ्गस्य भसंज्ञा अपि भवति, स्वादिष्ट सर्वनामस्थाने इत्यनेन पदसंज्ञा अपि भवति. तर्हि का संज्ञा तिष्ठति तत्र इति निर्णयार्थं तत्र आकडारात् एका संज्ञा इति तत्र सहायकसूत्रम् आगच्छति. तत्सूत्रं तत्र प्रथम अध्यायस्य चतुर्थपादे प्रथमसूत्रमस्ति. तस्मात् आरभ्य कडारा कर्मधारये इत्युक्ते तत्र द्वितीय अध्यायस्य द्वितीयपादे अष्टत्रिंशत् तमं सूत्रपर्यन्तं तत्र एकस्य रूपस्य एका एव संज्ञा. तर्हि तत्र सर्वत्र परस्य परसंज्ञासूत्रस्य बलं तत्र विप्रतिषेधे परं कार्यम् अथवा अपवादबलेन परसूत्रस्य एव बलं भवति. तर्हि अत्र यत्र यकारादयः प्रत्ययाः तत्र सुवादयः प्रत्ययाः तत्र यकारादयः अथवा अजादयः चेत् तत्र यचिबम् इति परसूत्रम् अस्ति, स्वादिश्वसर्वनामस्थाने इति पूर्वसूत्रमस्ति. तर्हि तत्र अपवादबलेन तत्र आकडारात् एका संज्ञा इति सूत्रस्य सहायेन तत्र यकारादप्रत्ययः अजादयप्रत्ययः चेत् तत्र अङ्गस्य भसंज्ञा एव तिष्ठति. तर्हि आहत्य तत्र यत्र प्रत्ययः वलादिः इत्युक्ते तत्र यकारं प्रत्ययः यकारं विहाय प्रत्ययः चेत् तत्र तस्मात् प्राक् अङ्गस्य पदसंज्ञा भवति. कारादयः अजादयः प्रत्ययः चेत् तत्र अङ्गस्य भसंज्ञा भवति. अनन्तरं तत्र सुप्रत्ययेषु प्रथमपुरुष एकवचने तत्र सु इति प्रत्ययः अस्ति, तत्र उकारः उपदेशजनसिक इत्यनेन तत्र गच्छति. समीचीनं भगिनि, समीचीनम्. इदानीं बहु भगिनि गच्छामः. इदानीम् अत्र अन्य कोऽपि आगतवान् वा? नमस्कारः महोदय. मणि. नमस्कारः महोदय. महोदय नमस्कारः. नमस्कारः. अन्य कोऽपि अस्ति वा? नमस्कारः, नाम उच्यताम्. नमस्कारः मणि महोदय. महोदय श्रुतवान् महोदय. नमस्कारः भगिनि, पुष्पा भगिनि अस्ति. नमस्कारः महोदय. भगिनि अस्ति वा? अस्तु. इदानीमत्र क्षम्यतां विद्या भगिनी, बहु उत्तमरीत्या भवति. इदानीमत्र सरला भगिनी, इदानीं भवती सम्पूर्णं करोति वा अत्र? यदा अत्र सुबादयेषु अत्र तत्र कस्य सर्वनामस्थानसंज्ञा भवति, कस्य असर्वनामस्थानसंज्ञा भवति, अपि च कस्मात् पूर्वं स्थितस्य अङ्गस्य पदसंज्ञा भवति इति, अपि च भासंज्ञा भवति इति. अस्तु. स औ अस् अम् औ प्रथम पञ्चम प्रत्यया सुबन्तेषु ये सन्ति तस्य सर्वनाम स्थानसंज्ञा अस्ति. तदनन्तरम् अस् आरभ्य सुपर्यन्तम् असर्वनामस्थानसंज्ञा भवति. इदानीं यचि भम् इति सूत्रेण यदि ये प्रत्ययाः अजादय अस्ति वा यजादय अस्ति, अस्माकं कृते अत्र अजादय सन्ति, तेषां भसंज्ञा भवति. अशिष्ट अशिष्ट प्रत्ययः वल् प्रत्याहारे अस्ति, यत्र भ्यां ते तस्यां पदसंज्ञा भवति. स्वादिष्ट सर्वनामस्थाने इति सूत्रेण अपि अकारादेकसंज्ञा इति सूत्रेण केवलम् एक संज्ञा भवति, भसंज्ञा वा पदसंज्ञा एक संज्ञा भवति. इदानीं स औ अस् अम् औ तेषां सर्वनामस्थानसंज्ञा, अस् इति अजादि अस्ति तस्य भसंज्ञा भवति, आ भसंज्ञा. कस्य भसंज्ञा भवति भगिनि? प्रत्ययः अस्ति अस् तस्य प्रत्ययस्य भासंज्ञा भवति वा? प्रत्ययस्य न, तस्य पूर्वं यः शब्दम् अस्ति तस्य भासंज्ञा भवति. यदा अस्माकम् उदाहरणे अस्ति तस्य प्रातिपदिकं गिर् निष्पन्नं भवति, सो गिर् तस्य भासंज्ञा भवति गिर् शब्दस्य. तथैव आ तस्य पुरतः यः गच्छति तस्य अपि भसंज्ञा भवति. भ्यां भिस् तस्य तेषां पुरतः भ्यां भिस् भ्यस्सु तेषां पुरतः य अङ्गमागच्छति तस्य पदसंज्ञा भवति. अस्तु भगिनि, इदानीमत्र धातु अस्ति गृ इति हेमा भगिनी वदति वा किञ्चित् अत्र गुरुधातोः अत्र चिन्तनं कथमस्ति इति? अस्तु महोदय, वदिष्यामि. अत्र इदानीम् अस्माकं कृते गृ इति धातुः अस्ति. प्रथमं किं भवति इत्युक्ते तत्र गृ इति ह्यस्तनविषयात् अहं प्रथमं एवं भवति इति मन्ये. गृतः तत्र धातुः अस्ति इदानीं गृधातुः. तत्र धातोः ऋकारान्तधातुः अस्ति इति कृत्वा तत्र ऋत इद्धातोः इति सूत्रं प्रथमं कार्यं करोति. तर्हि दीर्घ ऋकारस्य स्थाने ह्रस्व इकारादेशः भवति, अतः गि इति भवति. इकारः अण्वर्णः अस्ति इति कृत्वा उरण्ड्रपरः कारणेन इर् इति आगच्छति, तर्हि गिर् इति भवति. इदानीं गिर् धातुः अस्ति, अपि च तदनन्तरं क्विप् इति कृदन्तप्रत्ययं योजयामः. क्विप् इति कृदन्तप्रत्ययः अस्ति यत् यः सर्वापहारः अस्ति इत्युक्ते तत्र पकारः अपगच्छति हलन्त्यम् इति कारणेन, अपि च तत्र ककारस्य लोपः भवति लशक्वतद् इति अनेन सूत्रेण केवलं वि इति अवशिष्यते. अत्र वि मध्ये यः इकारः अस्ति तदपि उच्चारणार्थः एव, केवलं वकारः अवशिष्यते यत् अपृक्तसंज्ञा अस्ति एकः एव अल्वर्णः इति कृत्वा. अपि च सूत्रमस्ति वेरपृक्तस्य इत्यनेन तत्र वकारस्य अपि अपगमनं भवति, तर्हि केवलं गृ इति इदानीम् अवशिष्यते. यदा वयं क्विप् इति प्रत्ययं योजयाम तदा तत्र किं भवति इत्युक्ते तत्र सर्वम् अपगच्छति इति कृत्वा तत्र पदसंज्ञा अपि प्राप्नोति इदानीम्. अपि च इदानीं प्रातिपदिकम् अपि भवति, यतोहि धातोः सह कृदन्त प्रत्यययोजनेन सुप् क्षम्यतां प्रातिपदिकं निष्पद्यते इति कारणतः इदानीं गृ धातुः अस्ति, प्रातिपदिकम् अस्ति, अपि च पदमस्ति इति. अत्र केन सूत्रेण अत्र तस्य प्रातिपदिकसंज्ञा भवति? केन सूत्रेण किं भवति प्रातिपदिकसंज्ञा भवति? कृत् अपि च तद्धितक्, तर्हि कृत् तद्धितसमासाश्च इति सूत्रेण तत्र प्रातिपदिकसंज्ञा भवति. क्विप् इति कृत् प्रत्ययः अस्ति इति कृत्वा. बहु समीचीनं भगिनि. इदानीम् अत्र यदा तद्भवति, इदानीमत्र मणिमहोदय भवान् अत्र यदा वयं प्रथमविभक्ति एकवचनप्रत्ययं योजयामः रूपं कर्मवर्णं भवति इति वदति वा महोदय? आं महोदय, वदामि. क्षम्यतां महोदय, क्षम्यतां. तत्र हेमा भगिनी, भवती तत्र कदा पदसंज्ञा भवति इति उक्तवती, अहं सम्यक्तया न श्रुतवती. किम् पदसंज्ञा भवति इति उक्तवती, कदा भवति पदसंज्ञा? यदा वयं क्विप् योजयामः तर्हि विवक्षा अस्ति, प्रत्यययोजनेन सर्वापहारः भवति चेत् तत्र पदसंज्ञा आगच्छति. तत्र पदसंज्ञा न भवति, यत्र सुप्रत्ययः अथवा तिङ् प्रत्ययः योजयामः योजनानन्तरमेव. सत्यम्, इदानीं सु यदा वयं योजयामः तदानीं. सत्यं भगिनि, अत्र केवलं प्रातिपदिकम् अपि च धातु कृत्तद्धितसमासः इत्यनेन धातुसंज्ञा अपि अस्ति, वयं पूर्वमेव अत्र दत्तमस्ति, परन्तु अद्य इतोपि चर्चयिष्यामः. भगिनी उक्तवती अत्र पदसंज्ञा तु न भवति, अहं सम्यक्तया न श्रुतवान् पदसंज्ञा अस्ति इति. समीचीनम्, अस्तु अस्तु, भवतु महोदय. धन्यवादः भगिनी. अहमपि सम्यक्तया न श्रुतवती, अतः एवं पृष्टवती. धन्यवादः. आं भगिनि, अत्र प्रातिपदिकसंज्ञा अस्ति अपि च धातुसंज्ञा अस्ति, परन्तु धातुसंज्ञाविषये इतोपि किम् अधिकं चर्चयिष्यामः अद्य, परन्तु इदानीं प्रातिपदिकसंज्ञा अस्ति भूत्वा किं भवति इदानीं सुप्रत्ययं योजये. प्रथमपञ्चम सर्वनामस्थानसंज्ञा, तस्य सर्वनामस्थानसंज्ञा पदसंज्ञा भिन्ना अस्ति रैट्? सर्वनामसंज्ञा इत्युक्ते केवलं प्रत्ययस्य संज्ञा अस्ति, सर्वनामस्थानसंज्ञा न तु सर्वनामसंज्ञा. सर्वनामस्थानसंज्ञा अस्ति प्रथमपञ्च सुप्रत्ययाः तेषां संकरणमस्ति सर्वनामस्थानसंज्ञा. ओके, अत्र प्रत्ययस्य एव नामकरणम् अत्र. अस्तु अस्तु भगिनि, मणिमहोदय वदति वा महोदय? गिर्योः सु यत्र सु पदसंज्ञा भवति, अतः गिर्योः सु इदानीं अत्र गिरियोगः सु किं महोदय? प्रथमम् अत्र गिरियोगः सु अस्ति, सु इत्यस्य प्रत्ययस्य अनुबन्धलोपानन्तरं किं भवति? अनुबन्धलोपानस्य अनन्तरं हल्लाभ्योः दीर्घात् सुति चतुर्थं सूत्रं न सा एव तिष्ठति, सा तिष्ठति गिरियोगः तिष्ठति. इदानीं हल्लाभ्यो दीर्घात् सुति चतुर्थं सूत्रेण स इति अपि लोपं भवति. इदानीं पदं भवति महोदय, अनन्तरं गिर् रुर्वोर्वदाः दीर्घ इकः इति सूत्रेण प्रथम उपदादस्य इक्वर्णः दीर्घः भवति, अतः गीर् इति रूपम्. अनन्तरं हरवसंज्ञसृजनीय इति सूत्रेण रेपः विसर्गः भवति, गीः इति रूपं भवति महोदय एकवचने. द्विवचने ग्रौ, बहुवचने न इदानीं रूपं किमस्ति? गिर् अस्ति किल रूपं, गिर् अस्ति द्विवचने गिर् अस्ति अतः बसमिका औ बसमिका अतः मेलनमेव ग्रौ इति रूपं भवति न न गिर् योग न न न न सम्यक्तया न श्रुतं मया अत्र गिर् इति इदानीं प्रातिपदिकमस्ति प्रत्ययः अस्ति औ औ इत्यस्य भासंज्ञा नास्ति इदानीम् अत्र औ इत्यस्य सर्वनामस्थानसंज्ञा एव अस्ति औ इत्यस्य सर्वनामस्थानसंज्ञा अस्ति अतः गिर् इति पदं नास्ति इदानीं तस्य भासंज्ञा नास्ति पदसंज्ञा नास्ति केवलम् अत्र प्रातिपदिकमेव इदानीं गिर् योगः औ इदानीं किं भवति गिर् योगः औ केवलं वर्णमेलनमेव किल इदानीं वर्णमेलनम् एव गिर्योगः औ गिरौ इति गिरौ इति मया सम्यक्तया न श्रुतं महोदय अत्र ध्वनिः किञ्चित् सम्यक् नास्ति गृ इति अतः एव पृच्छन् अस्मि क्षम्यताम् अस्तु अस्तु अग्रे अग्रे वदतु महोदय जस् अतः ज चुटु इति सूत्रेण लोपं भवति अस्यैव अतः गिरः इति रूपं तिष्ठति महोदय बहुवचने अग्रे द्विवचने अम् अधः गिरम् इति रूपं द्विवचने ग्रौ बहुवचने ग्रह इति रूपं न न न अत्रैव महोदय अत्र ग्रौ नास्ति किल गिरौ अस्ति किल अहं गिरौ ग्रौ ग्रह गिरः अस्तु अग्रे करोतु महोदय तृतीयमपि करोतु अत्र टा अस्ति चुटु इति टकारं लोपं भवति आवेद अतः गिरा इति रूपं द्याम् अत्र गी गीः तिष्ठति गीभ्याम् इति रूपम् एकनिमिषम् अत्र किम् अस्ति न न अत्र गिर् अस्ति गिर् योगः भ्याम् इदानीं वदतु महोदय भवती गिर् योगः भ्याम् इति प्रत्ययः पदसमिका प्रत्ययः अतः पूर्वं सदस्य रूपमपि पदं भवति अतः सुप्रत्यय प्रथमपुरुषे एकवचने कथं भवति तदेव अत्रापि सो गीभ्याम् इति रूपं सूत्रं किं महोदय एकवारं सूत्रं सूत्रं किं सूत्रं केन सूत्रेण अत्र इकः दीर्घः भवति रुरोबुधायाः सूत्रेण दीर्घः भवति पुनः एकवारं ता अत्र प्रथम एकवचने गिरा इति रूपं द्विवचने गीभ्यां बहुवचने गीः अनन्तरं महोदय अत्र गिर्योगः भ्याम् अत्र रेपः अपि तिष्ठति केवलं रेफात् पूर्वं यः इकः इक् वर्णः अस्ति तस्य दीर्घत्वं भवति दीर्घत्वम् आं महोदय रुरोबुधायः दीर्घस्य उदयः अतः केवलम् इकः दीर्घः भवति रेपः तिष्ठति किल आम् आम् अनन्तरं यद्यपि गीर् इत्यस्य पदसंज्ञा अस्ति इदानीं गीर् इति अवसानावस्थायाम् अस्ति वा गीर् रेपः अवसाने अस्ति किल अनन्तरं भ्याम् इति अपि अस्ति किल तस्मात् परः अस्ति, अतः अवसानावस्थायां किल कार्यं न करोति वा? न करोति, खरवसानयोर्विसर्जनीयः इत्यस्य कार्यं न भवति इदानीम्, अतः धन्यवादः. तदेव गीर्भिः अनन्तरं चतुर्थस्थाने गिरे गीर्भ्यां गीर्भ्यः. अस्तु अस्तु महोदय, अस्तु अस्तु. इदानीं पुष्पा भगिनी अग्रिमं करोति वा? अस्मि महोदय. अत्र गिरः गिरः गिरोः गिरां गिरिः गिरोः गिर्षु. अत्र अत्र पुनः सप्तमी विभक्ति बहुवचन सप्तमी विभक्ति बहुवचनरूपं किञ्चित् पुनः वदतु भगिनि. किं रूपं सप्तमी बहुवचनं? बहुवचनं गीर्षु सूप् अस्ति, तत् गी आयाति आयाति गीर्षु गीर्षु ऋकारः अस्ति आदेशप्रत्ययोः इत्यनेन षकारः आयाति गीर्षु. गीर्षु बहु समीचीनं भगिनि. तदेव अत्र अहं सम्यक्तया न श्रुतवान् अतः. अस्तु भगिनि. लक्ष्मी भगिनी इदानीम् अत्र अजाज्वर् इत्यस्य प्रसङ्गे वदति वा भगिनि? आम् आम्, अजाज्वर् योगः तप्रत्यय महोदय, प्रथमपुरुषे एकवचन. आम् अस्तु, अजाज्वर् योगः त, तत्र हल्याङ्ग्यो दीर्घाचुर्यस्य तेन सूत्रेण तकारस्य लोपः भवति. इदानीं पदं पदं जातं, वचुर् इति पदं जातम्, अतः रोदाया दीर्घः इकः सूत्रस्य प्रसक्तिः अस्ति. किन्तु अत्र किमपि अन्य विशिष्टसूत्रम् इति अस्ति, ज्वरत्वरत्रव्यविमा वामोपधायाश्च इति सूत्रं वदति. सूत्रं तस्मिन् धातुपटे अस्ति महोदय, सूत्रम् अहं द्वितीयपाठे द्वितीयपाठे द्वितीयपाठे अस्ति पाठे अस्तु अस्तु हल् सन्धि द्वितीयपाठः द्वयम् अस्तु. अहम् इदानीम् अन्वेषणं तत्रैव अस्मि. अस्तु ज्वर अस्तु अनुवृत्तिसूत्रमस्ति, ज्वर त्वर श्रव्य विमाभवाम् अङ्गस्य उपधायाः वह च ऊट् विज्वलोः अनुनासिके च. अस्तु, एतत् सूत्रं षष्ठम अध्याये अस्ति, अतः प्रायः अस्य सूत्रस्य प्रसक्तिः भवति प्राप्तिः भवति रो उपधाया दीर्घ इति अपेक्षया. यत् सूत्रं वदति, यदि ज्वर इति धातुः धातुअङ्गः अस्ति चेत् उपधायाः वः उपधायाः अङ्गस्य उपधायाः वः च ऊट् क्वीजलोः अनुनासिके च. यदि क्वीजलोः अनुनासिके प्रत्यये क्विप् जलः जल् प्रत्याहारे वा अनुनासिकप्रत्यय अग्रे अस्ति चेत् ऊकारः आदेशः इति वदति. अतः अजाज्वर् इति यत् अस्ति तत्र उपधायां ऊ आगमः भवति इति उ आगमः भवति उ अस्तु अनन्तरं आगमः वा आदेशः वा भगिनि अत्र अत्र पुनः सूत्रं दृष्ट्वा आदेशः भवति अत्र उपदा अस्तु प्रथमं उदात्तुना उपदा च वकारः चेत् अनयोः मिलित्वा स्थाने ऊट् आदेशो भवति अस्तु ऊट् आदेशो भवति तस्मिन् स्थाने इत्युक्ते तत्र उपदायाम् अस्मिन् जार्जर् इति धातोः उपदायाम् अस्ति जकारः अस्ति तत्र समीचीनमेव भगिनि अकारः एव अस्ति किल रेफात् पूर्वं यः वर्णः अस्ति रेफात् पूर्वम् अस्तु अस्तु अस्तु रेफत्वम् अकारः अस्ति अकारस्य स्थाने वकारः तत्र वकारः किं भवति वकारस्य किं भवति उपदायाः वहच् इत्युक्ते वह अपि उपदायः वहच् द्वयोः स्थाने उ आदेशः भवति किल अतः अजाजुर् इति रूपम् अजाजुर् इति रूपम् अपि च एतत् सूत्रं षष्ठाध्याये चतुर्थपादे विंशतिसूत्रमस्ति फल्याङ्ग्योभ्यो दीर्घास्तुतिम् ओ षष्ठमध्याये एक अस्तु प्रथमम् अङ्गकार्यं भवति इति कृत्वा एतत् सूत्रं प्रथमं कार्यं करोति जाञ्जुर्योगः अनन्तरं तकारस्य लोपः भवति हल्याङ्ग्योभ्यो दीर्घस्तुतिस्य कृतम् अजाजु इति पदं जातम् इदानीं रो रूपदाया दीर्घः इकः तस्य प्रसक्तिः अस्ति वा इत्युक्ते अत्र इकः प्रसक्तिः अस्ति किन्तु इकः दीर्घः अस्ति किमपि तदेव तिष्ठति खलु तदेव तिष्ठति प्रसक्तिः अस्ति परन्तु परिवर्तनं न भवति अस्तु तदेव अग्रे दत्तमस्ति यदि अग्रे पठति वा अत्र धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति अतः प्रसक्तिरस्ति पर्जन्यवत् किन्तु कार्यं किमपि नास्ति यतोहि ऊट् आदेशः पूर्वमेव जातः तदेव वदति कार्यं किमपि नास्ति यतोहि ऊट् आदेशः पूर्वमेव जातः इति अस्तु अत्र स्थितौ जरत्वरश्रव्यविमावामुपदायाश्च सूत्रेण उपदायाः दीर्घः भवत् रोपदाया दीर्घः इकः सूत्रस्य प्राप्तिः न भवति प्राप्तिः अपि अस्ति परन्तु किमपि कार्यं न भवति अत्र प्रसक्तिः अपि च प्राप्तिः अपि अस्ति परन्तु यथा कुत्रचित् खरिच इत्यस्य प्रसक्तिः प्राप्तिः परन्तु किमपि परिवर्तनं न भवति तादृशमेव अत्रापि यथा गतवर्गे खरिच इत्यस्य प्रसङ्गः अपि आगतः अस्तु समीचीनं भगिनि इदानीं विद्या भगिनी अग्रे पठति वा हा घुर् तुर् क्षुर् यङ्लुकि जोगुर् अजोगुर्योगः त एषु स्थलेषु गुणः भवति एव इति कारणतः तिङन्तस्य प्रसङ्गे रुवोर् उपदाया दीर्घः इकः इत्यस्य कार्यं न कुत्रापि भवति तर्हि अत्र तिङन्तप्रसङ्गे गुर् तुर् पुर् क्षुर् तत्र एतेषां धातूनां तत्र उदाहरणार्थं यङ्लुकि गुर् इति धातुः तस्य यङ्लुगन्तरूपम् अस्ति जोगुर् तत्र लङ्लकारे प्रथमपुरुषे एकवचने अजोगुर् योगः त इति प्रत्ययः तत्र त इति प्रत्ययः पित् प्रत्ययः इति कृत्वा तत्र उपदायाम् इक् वर्णः अस्ति इति कृत्वा तत्र पुगन्तलघुपदस्य च इति अस्य प्रसक्तिः अस्ति तत्र पुगन्तलघुपदस्य च इति अङ्गकार्यम् अस्ति इति कृत्वा तस्य प्रसक्तिः, तस्य कार्यं प्रथमं भवति. अजो अजोगोर् इति भवति. तथैव यत्र यत्र उपधायाम् इक्वर्णः अनन्तरं पित् प्रत्ययः अस्ति तत्र सर्वत्र गुणः भवति इति कृत्वा तत्र गोर् उपधायाः दीर्घः इकः इत्यस्य प्रसक्तिः न भवति. यत्र अजोगोर् इति अस्ति तत्र इदानीम् उपधायाम् इक्वर्णः नास्ति इति कृत्वा तत्र यद्यपि तत्र अजोगोर् तत्र त इति प्रत्ययस्य लोपः भवति हल्न्या दीर्घसुतिस्य प्रोक्तं हल्. तत्र रेपान्तम् अस्ति, पदान्ते अपि अस्ति, धातुसंज्ञा अपि अस्ति, परन्तु उपधायाम् इक्वर्णः नास्ति गुणः भूत्वा इति कृत्वा तत्र रुवरुपधायाः दीर्घः इत्यस्य प्रसक्तिः न भवति. तर्हि अत्र सारांशः अस्ति, रुवरुपधायाः दीर्घः इकः इत्यस्य कार्यं तिङ्गन्तप्रसङ्गे कुत्रापि न भवति. इत्युक्ते इत्युक्ते अन्य धातवः एव न सन्ति यत्र घुर् तुर् पुर् क्षुर् एतान् विहाय अन्यसूत्राणि यत्र उपधायाम् इक्वर्णः नास्ति तादृशः रेफान्तधातः बहिः न सन्ति इति वा? आम् आम्. यत्र वयं पूर्वं तत्र अतोत्तुर्व् इति दृष्टवन्तः तत्र राल्लोपः इत्यनेन वकारः गच्छति, तत्रापि रेपान्तः भवति, उपधायम् इक्वर्णः अस्ति, परन्तु तत्र तु पुनः पुगन्तलघुपदस्य च इत्यस्य कार्यं भवति, तर्हि तत्रापि प्रसक्तिः नास्ति. अत्र अत्र विषयद्वयमस्ति किल भगिनि, पदान्तः अपि अपेक्षितः. पदान्तः कथं वा भवति इत्युक्ते अत्र लङि एव भवति किल, यङ्ग्लुकि लङि प्रथमपुरुषे एकवचने अपि च मध्यमपुरुषे एकवचने यत्र तप्रत्ययः सप्रत्ययः भवतः तत्र एव पदसंज्ञा अपि च धातुसंज्ञा भवितुम् अर्हति. अत्र एव रुवरुपधाय इक् दीर्घः इकः इत्यस्य प्रसक्तिः, परन्तु ता सा द्वे अपि द्वौ प्रत्ययौ अपि पित् प्रत्यय भूत्वा गुणकार्यं भवति पुगन्तलघुपधस्य इत्यस्य अनेन. अतः रुवरुपधाय दीर्घः इकः इत्यस्य कार्यं न भवति एव. यत्र भवति इदानीं पूर्वमेकं दृष्टवन्तः, अत्र किम् अभवत्, अत्र अत्र दीर्घ इक् वर्णः आसीत्, अतः कोऽपि परिवर्तनं किमपि परिवर्तनं न भवति तस्मिन् प्रसङ्गे. अत्र ज्वर् इत्यस्य प्रसङ्गे अत्र किमपि परिवर्तनं न भवति. अतः अन्ततो गत्वा रुवोरुपधाय दीर्घः इकः इत्यस्य कार्यं अत्र धातोः कृते न भवति एव अन्ततो गत्वा, परन्तु कुत्र भवति इति गतवर्गे प्रश्नः आगतः. यदि धातोः न भवति किमर्थं धातुः इति सूत्रे आगतः इति प्रश्नः, महोदय उक्तवान् धातुः अस्ति एव अत्र. यदि धातुः नास्ति चेत् यत्र एतस्य प्रसङ्गः न भवितुम् अर्हति तत्र एषः सूत्रमागत्य कार्यं करोति इति अहं चिन्तयामि. परन्तु तादृश उदाहरणं किम् इति अस्ति इत्युक्ते केवलम् अत्र समीचीनं वा न वा इति अहं न जानामि इदानीं. यदि गुरु इति प्रातिपदिकं नयामः, धातुः नास्ति चेत् सूत्रे गुरु इति प्रातिपदिकं नयामः, सुप्रत्ययं योजयामः अत्र स इति गुरुयोगः स, अत्र इदानीं स किं भवति अत्र इदानीम् अत्र हल् हल् हलन्तः नास्ति प्रातिपदिकम्, अतः ससजुषोरुः इत्यनेन ऋत्वम् आगच्छति. अनुबन्धलोपानन्तरं रेपः तिष्ठति, इदानीं गुरुर् इति अस्ति, तत्र रेपः पदान्ते अस्ति, उकारः उपधायाम् अस्ति, भूत्वा अत्र रुवोरुपधाय दीर्घः इकः इत्यस्य प्रसङ्गः भवितुम् अर्हति, परन्तु तथा भवति चेत् गुरु इति भवति किल, गुरुर् इति भवति, अनन्तरं गुरुः इति भवति प्रायः, परन्तु तादृश रूपं न इच्छामः, गुरुः एव इच्छामः अत्र। अतः यदि धातुः इति सूत्रे न दत्तः तर्हि अत्र एतस्य सूत्रस्य प्रसङ्गः भवति प्रायः, अतः एव अत्र धातुः इति प्रसङ्गः अस्ति इति चिन्तयामि। कः प्रातिपदिकमासीत् महोदय? गुरु वा? गुरु गृ ऋकारः वा उपधायां? न, गुरु गुरु गुरुशब्दः गुरुशब्दः गुरु इति प्रातिपदिकं वा? गुरु इति प्रातिपदिकम् अथवा हरि इति प्रातिपदिकं नयामः। हरि इति प्रातिपदिकं नीत्वा तत्र सुप् इति प्रत्ययः, तदनन्तरं हरिस् इति भवति, सकारः पदान्ते अस्ति भूत्वा रुत्वं भवति ससजुषोरुः इत्यनेन, हरिर् इति भवति, इदानीं रेपः पदान्ते अस्ति, अपि च इकः पूर्वमस्ति उपधायां, यदि अत्र रुवरुपधाय दीर्घ इकः इत्यस्य प्रसङ्गः भवितुम् अर्हति, परन्तु अत्र गुरुधातुसंज्ञा नास्ति इति भूत्वा प्रायः एतस्य अपेक्षितं किल, धातुसंज्ञा नास्ति इदानीम् अत्र, अतः यदि धातुः इति सूत्रे न नयामः तर्हि अत्र रुवोरुपधाय दीर्घः इकः इत्यस्य प्रसङ्गः आगन्तुम् अर्हति किल। तदेव आसीत् अत्र मम प्रश्नः, परन्तु अग्रे गत्वा द्रक्ष्यामः प्रायः तत् समीचीनं चिन्तनं वा न वा इति अहं न जानामि। तर्हि तत्र करवसानयोर्विसर्जनीयः इत्यस्य प्रसक्तिः एव न भवति, तत् तस्मात् प्राक् एव रुवोरुपधाय दीर्घः इकः इत्यनेन उपधाय दीर्घः भूत्वा गुर् इति भवति वा? गुरु अस्ति किल, गुरुयोगः रेपः, इदानीं किं भवति, रेपः पूर्वं भूत्वा गुरुर् इति भवति, गुरुर् इति भूत्वा गुरुः इति भवति प्रायः। तत्तु इच्छा इष्टं रूपं नास्ति किल, अपि च धातुसंज्ञा अपि नास्ति इति कृत्वा तत्र तस्य प्रसक्तिः न भवति। किमर्थमित्युक्ते यदि धातोः कृते एतस्य सूत्रस्य प्रसङ्गः न भवति, इदानीं वयं दृष्टान्तं किमपि नास्ति भूत्वा किमर्थम् अत्र धातुः दत्तमस्ति सूत्रे, तस्य अनुवर्तनं किमर्थम् अस्ति इति प्रश्नः आगच्छति किल, प्रायः तस्य समाधानमस्ति प्रातिपदिकेषु एतस्य सूत्रस्य कार्यम् अत्र, यः प्रातिपदिकमस्ति तत् प्रातिपदिकं धातुः नास्ति चेत् एतस्य सूत्रस्य प्रसङ्गः न भवति इति प्रायः। अस्तु, अग्रे गच्छेम इदानीं, समीचीनं वा न वा इति तु अन्यत् विषय अन्यः विषयः, परन्तु इत्युक्ते गिर् गिर् इति उदाहरणे गिर् धातुः अपि अस्ति, प्रातिपदिकम् अपि अस्ति, अतः सूत्रस्य प्रसक्तिः भवति। अत्र न धातुः अस्ति अपि च पदमस्ति, पदम् आमां सत्यं पदं धातुः अपि अस्ति पदमपि अस्ति भूत्वा एव, नो चेत् एतस्य सूत्रस्य प्रसक्तिः न भवति। यत्र यत्र कृत् प्रत्ययः धातोः कृते योजयामः तत्र तत्र इत्युक्ते यस्मिन् धातोः अन्ते रेपः वा जीर्धातु तादृशं ऋकारः भवति तत्र यदि प्रत्यय योजयामः चेत् यदि यदि रेपान्तधातुः निष्पन्नं भवति धातुः अपि च प्रातिपदिकं निष्पन्नं भवति तत्र प्रायः अस्य सूत्रस्य कार्यं भवति इति अतः एव अत्र गृ इति धातुं नीत्वा तस्य उपयोगं प्रदर्शितमस्ति. महोदय, यथा स्थूलस्थक्ष ये प्रत्ययः स्थूलस्थक्ष स्थूल अक्षरे सन्ति ते सर्वे पद तेषां पदसंज्ञा अस्ति तेषां पदसंज्ञा नास्ति. तेषां पुरत अङ्गम् आगच्छति तेषां पद संज्ञा भवति. अस्तु, स हलत् अप्तसंज्ञा भवति तस्य प्रथमं तस्य पदं प्राप्नोति तत्र पदसंज्ञकारः अत्र प्रथम यथा भवती उक्तवती तदेव अत्र सा इति अपृक्तसंज्ञकः भूत्वा यदि तस्मात् पूर्वं यङ्गमस्ति तस्य अन्ते हल् वर्णः अस्ति चेत् सकारस्य लोपः भूत्वा पदसंज्ञां प्राप्नोति. यदि हल् वर्णः नास्ति अत्र पदसंज्ञा न प्राप्नोति. योजनानन्तरमेव परिवर्तनं भूत्वा अत्र योजनानन्तरमेव पदसंज्ञा भवति. यथा वयम् इदानीं गुरु इति दृष्टवन्तः, गुरुयोगः सा इत्यस्य योजनानन्तरं यत्किमपि कार्यं भवति तदानीमेव अत्र पदसंज्ञा प्राप्नोति. गुरु इत्यस्य पदसंज्ञा न भवति. अस्तु अस्तु, अग्रे गच्छेम. प्रायः किञ्चित् अग्रे अपि पठेम. अस्तु, इदानीं भवती एव पठतु सरला भगिनी अग्रिमपरिच्छेद. अत्र तर्हि प्रश्नः उदेति यत् यदि अजाजु इत्यस्य प्रत्यलोपान्तरं धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति तर्हि उपरितने उदाहरणे कृबन्ता विजन्ता धातुत्वं न जहति इति कथनस्य का आवश्यकता? यया रीत्या अत्र प्रत्यलोपान्तरं धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि अस्ति तया एव रीत्या कृप् इत्यस्य लोपानन्तरं धातुसंज्ञा अपि प्रातिपदिकसंज्ञा अपि स्यात्. अत्र प्रश्नः अस्ति यथा अजाजुर् इति प्रत्यय अजाजुर् इति पद अस्ति तत्र यदि वयं तत्प्रत्यय योजयामः तत्र धातुसंज्ञा अपि अस्ति पदसंज्ञा अपि भवति. तथैव गिरि यदि अयं वयं स्वीकुर्मः गिरिधातु तस्य अपि स्वामी तथैव कार्यं भवितुं शक्नोति तत् अतः वयं कथं क्रिबन्ता विजन्ता धातुत्वं न जाति इति परिभाषास्य उपयोगं कुर्मः तत्र यदि वयं कृप् इति प्रत्यय योजयामः धातु धातु निहितः स्वस्य इति तत् गृधातु अपि जाजु धातु इव प्रातिपदिकसंज्ञा अपि धातुसंज्ञा आप्नुतं शक्नोति. समीचीनमेव प्रश्नः. अत्र अत्र क्विबन्ता विजन्ता धातुत्वं न जहति इत्यस्य आवश्यकता का इति प्रश्नः. तस्य समाधानम् अग्रे अस्ति इदानीम् अत्र हेमा भगिनी भवती पठति वा? आं महोदय. इदानीं गृ धातुः यदा क्विबन्तं भवति तदा कृत्तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा संज्ञको भवति. क्विप् प्रत्ययस्य सर्वापहारलोपानन्तरमपि धातुसंज्ञा स्यात्. अतः अत्र वार्ता अस्ति यत् अत्र पर्यन्तं समस्या नास्ति. अजोगुर् योगः तकारः अजोगुर् इति रूपं प्रत्ययान्तम् इति दृष्ट्या पदसंज्ञकम्, अप्रत्ययान्तं ति दृष्ट्या धातुसंज्ञकम्. तप्रत्ययस्य लक्षणं यदा कुर्मः तदा धातुसंज्ञा नास्ति एव. धातुसंज्ञा कदा भवति? यदा भूवादयो धातवः अथवा सनाद्यन्ताः धातवः इति सूत्रेण धातुसंज्ञा विधीयते. इत्थञ्च अजोघुर् इति रूपम् एकया दृष्ट्या धातुः, अन्यया दृष्ट्या पदम्. अत्र एवमस्ति, घृ इति धातोः सह यदि धातुना यदि वयं क्विप् प्रत्ययं योजयामः तर्हि तत्र घृ इति धातुसंज्ञा धातुसंज्ञकः तु अस्ति एव, परन्तु क्विप् योजनेन क्विप् यत् कृत् प्रत्ययः अस्ति यः तत्र कृत् कृत्तद्धितसमासाश्च अनेन तत्र प्रातिपदिकसंज्ञा अपि प्राप्नोति. तर्हि अथ इदानीं गृ इति धातुसंज्ञा अपि अस्ति, प्रातिपदिकसंज्ञा अपि अस्ति तत्र. परन्तु यदि वयम् अजोगुर्योगः तकारः लङि प्रथमपुरुषे एकवचने पश्यामः चेत् तत्र यदि वयं प्रत्यययोजनानन्तरम् एव पदसंज्ञा प्राप्नोति तर्हि विवक्षा भवति तत्र तकारस्य योजनः. लङ्लकारे प्रथमपुरुषे एकवचनम् इति यदि वयं तकारप्रत्ययं योजयामः तर्हि तस्य लोपः भवति हल्ङ्याभ्यो श्रुतिस्य प्रक्तं हल् इति कारणेन, तर्हि अजोगुर् इति पदसंज्ञा तदानीमेव प्राप्नोति. परन्तु यदि तत्र तकारः न योजयामः तर्हि केवलम् अजोगुर् इति स्थितिः अस्ति चेत् तत्र धातुसंज्ञा एव तिष्ठति. भूवादयो सूत्राणि धातुविधायकसूत्राणि संज्ञासूत्राणि सन्ति, भूवादयो दातवः सनाद्यन्ताः दातवः येन धातुसंज्ञा विधीयते इति. तर्हि अजोगुर् इति धातुसंज्ञा अस्ति, परन्तु यदि तकारयोजनेन सह तस्य दृष्ट्या पश्यामः चेत् तत्र पदसंज्ञा अपि भवति इति. तर्हि तत्र अजोगुर् इति एकस्मिन् पक्षे धातुसंज्ञा एव तिष्ठति, परन्तु प्रत्यययोजनेन तत्र पदसंज्ञा अपि प्राप्नोति इति तत्र वार्ता द्वयमस्ति. समीचीनं वा महोदय? समीचीनम्. अत्र केवलं दृष्टिकोनः एव किल भगिनि, यस्मात् पर्यन्तं वयम् अत्र प्रत्ययं न योजयामः अत्र धातुसंज्ञा अस्ति, यदा प्रत्ययं योजयामः तदा तस्य प्रत्ययलोपानन्तरं तस्य पदसंज्ञा भवति. यद्यपि शब्दरूपम् एकमेव परन्तु दृष्टिकोनः भिन्नः, प्रत्ययात् योजनात् पूर्वं धातुसंज्ञा, योजनानन्तरं यद्यपि तस्य लोपः भवति तदा तस्य पदसंज्ञा अस्ति. अतः तस्य शब्दस्य संज्ञाद्वयं अस्माकं दृष्टिः तदा अस्ति इति एव. तदेव अस्ति अत्र. केवलं प्रायः अत्र इतोपि अग्रे किञ्चित् दत्तमस्ति येन अत्र परिभाषा या परिभाषा अस्ति तस्य निरूपणार्थमेव एतस्य तर्कः इति अहं चिन्तयामि. सुबन्तविजन्ताः वा? तस्य निरूपणार्थमेव, इत्युक्ते किमर्थं तस्य आवश्यकता तस्याः आवश्यकता अस्ति इति निरूपणार्थमेव इदानीम् आहा अजो जूर् यदस्ति प्रत्ययस्य योजनात् पूर्वं धातुसंज्ञा, प्रत्ययस्य योजनात् परः परा पदसंज्ञा अस्ति, परन्तु शब्दस्वरूपम् एकमेव, भिन्नदृष्टिः तदेव. अस्तु अग्रे अपि पठेम. इदानीम् अत्र मणिमहोदय पठतु महोदय. पठामि महोदय. गुरुयोः किप् किप्पः सर्वपकारः लोपः, गुरु इति रूपम् अपि तदेव प्रत्ययरहितं चेत् धातुसमीकः लक्षणेन प्रत्ययशकितं चेत् प्रातिपदिकसमीकः. अत्र पर्यन्तं च समस्या नास्ति. यया रीत्या अजायुर्योः अजायुर् इत्यस्मिन् समीकद्वयम् आसीत्, गुरु गिर् इति यावदपि समीकद्वयम्. अत्र किप् प्रत्ययः लोपं भवति, सर्ववर्णाः गुरु एव तिष्ठति, अत्र प्रत्ययः रहितः. मेलनस्य अनन्तरं प्रातिपदिकमपि एव महोदय, प्रत्ययसहितं धातु प्रत्ययरहितमेव प्रातिपदिकं महोदय, न समीचीनं न जानामि. न न अत्र यदा यदा गुरु इति रूपम् अस्ति, गुरु अपि च क्विप् गुरुयोगः क्विप् अत्र प्रायः अहं चिन्तयामि गिर् योगः क्विप् अस्ति. क्विप् इत्यस्य सर्वापहारलोपानन्तरं गिर् एव अवशिष्यते. अस्तु, गिर् इति यदि प्रत्ययं नास्ति, प्रत्ययः नास्ति अत्र, तदा तस्य धातुसंज्ञा अस्ति. यदा प्रत्ययं योजयामः तदा तस्य प्रातिपदिकसंज्ञा अस्ति. अतः गिर् इत्यस्य अपि संज्ञाद्वयं, धातुसंज्ञा अपि च प्रातिपदिकसंज्ञा. यथा अजो जूर् इत्यस्य धातुसंज्ञा अपि च पदसंज्ञा आसीत्, तथा एव गिर् इत्यस्य अपि प्रातिपदिकसंज्ञा अपि च धातुसंज्ञा. तावदेव अत्र. अत्र महोदय एकः प्रश्नः, लङ्लकारे चेत् गुरुयोः त इति अस्ति चेत् न, इदानीं तु न न इदानीं तु विषयः अत्र अजोजूर् यदा अस्ति अत्र धातुः अस्ति तस्य, अपि च ता योजनेन पदसंज्ञा भवति. इदानीं गिर् इत्यस्य क्विप् योजनेन अत्र किमस्ति, इदानीम् अत्र लङ्लकारः इत्यस्य प्रसक्तिः नास्ति अत्र इदानीं. किमर्थम् इत्युक्ते क्विप् इत्यस्य योजनेन गिर् इत्यस्य संज्ञा का भवति, प्रातिपदिकसंज्ञा भवति. किमर्थं कृत् तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा भवति. अत्र लङ्लकारस्य विषयः नास्ति इदानीं, परन्तु अत्र उदाहरणद्वयमस्ति. एकमस्ति अत्र धातुः यङ्लुगन्तधातुः, तस्य लङ्लकारस्य रूपम्. इदानीं ग्रु इति धातुः, परन्तु अत्र क्विप् योजनेन प्रातिपदिकम्. केवलमत्र किमर्थमत्र साम्यं किमस्ति द्वयोर्मध्ये इति तदेव, अन्यः विषयः नास्ति अत्र. अस्तु, अजोजूर् इत्यस्य अपि पदस संज्ञाद्वयमस्ति, तथा एव गृ इत्यस्य अपि संज्ञाद्वयम्, अजोजूर् इत्यस्य धातुसंज्ञा पदसंज्ञा, गृ इत्यस्य धातुसंज्ञा अपि च प्रातिपदिकसंज्ञा इदानीं पर्यन्तम्। अग्रे गत्वा तस्य पदसंज्ञा कथं भवति इति द्रक्ष्यामः। वयं दृष्टवन्तः, परन्तु इदानीम् अत्र प्रत्ययः न योजितः इदानीं। धन्यवादः। अस्तु, इदानीमत्र पुष्पा भगिनी पठति वा? अस्ति वा भगिनि? परन्तु अग्रे गिर् इति प्रातिपदिकं प्रातिपदिकात् यदा सुविधीयते तत्र अस्माकं दृष्टिद्वयं स्थातुं न पारयति शक्नोति, तत् पारयति शक्नोति, यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति, यतोहि सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति, प्रातिपदिकसंज्ञा च अस्ति तदा यदा रूपं निश्चिततया क्विवन्तम् अस्ति, येन कृत्तसमासश्च इत्यनेन प्रातिपदिकसंज्ञा स्यात्। अत्र क्विबन्ता विजन्ता धातुत्वं न जहति वक्तव्यम् अस्ति, येन धातुसंज्ञा तिष्ठेत्, येन सुबादयः आगन्तुं शक्नुयुः, अपि च येन रोरुपदाय दीर्घः इकः इत्यनेन दीर्घादेशः स्यात्। अस्तु, अत्र अग्रे प्रातिपदिकात् आगच्छति चेत् दृष्टिद्वयम् अस्ति इति न शक्नोति। अत्र सु अस्ति चेत् प्रत्ययस्य अत्र सुपतयः अस्ति इति, यतोहि सुबादयः सुबन्तसु सुबादयः विधीयन्ते तदा यदा प्रातिपदिकसंज्ञा अस्ति, तत्तु सुबन्तमस्ति चेत् तत्तु प्रातिपदिकं संज्ञा अस्ति, तत्र निश्चितया कृतं। अत्र सुबादयस्य प्रातिपदिक तु निश्चिततया कृवन्तमस्ति इति, कृतसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा अस्ति अस्ति एव। बहु समीचीनं भगिनि, समीचीनं भगिनि, बहु समीचीनम्। अत्र इदानीं पर्यन्तं वयं किं दृष्टवन्तः इत्युक्ते, यदा गृ इति अस्ति, गृ इत्यस्य संज्ञाद्वयमस्ति इति वयं दृष्टवन्तः. धातुसंज्ञा अस्ति अपि च प्रातिपदिकसंज्ञा अस्ति. इदानीं तस्य प्रातिपदिकसंज्ञा अस्ति इति भूत्वा सुप्रत्ययं विधीयते, तस्य तस्य योजनं भवति इदानीं. तत्र यदा वयं सुप्रत्ययं योजयामः तदा तस्य धातुसंज्ञा न तिष्ठति इति दत्तमस्ति. किमर्थम् इत्युक्ते अत्र सुप्रत्ययम् एकनिमिषं भगिनि, अत्र सुप्रत्ययस्य योजनं कदा भवति? यदा तस्य प्रातिपदिकसंज्ञा अस्ति. प्रातिपदिकसंज्ञा कदा भवति? तदा यदा क्विप् प्रत्ययं योजयामः. अतः इदानीं यदा वयं सुप्रत्यययोजनं कुर्मः तदा गृ इत्यस्य धातुसंज्ञा न तिष्ठति इति. अतः अत्र क्विबन्ता विजन्ता धातुत्वं न जहति इत्यस्य आवश्यकता. नो चेत् किं भवति? यदा सुप्रत्यय योजयामः गृ इत्यस्य धातुसंज्ञा न तिष्ठति. न तिष्ठति चेत् किं भवति? गृ इति धातुः न भवति. अतः रो रूपधाय दीर्घः इकः इत्यस्य कार्यमत्र न भवति इति. अतः एव अत्र सुप्रत्ययस्य प्रकारे अत्र हेमा भगिनी विद्या भगिनी किमपि उक्तमस्ति वा? तदेव महोदय, अत्र अत्र केवलं वक्तुमिच्छामि तत्र सुप्रत्ययः योजयामः चेत् तत्र धातुसंज्ञा न तिष्ठति इति सत्यमेव. इतोपि तत्र अत्र क्विबन्तम् इति यत्र प्रत्ययान्तम् इति अस्ति, प्रत्ययान्तम् अस्ति चेत् एव तत्र प्रातिपदिकसंज्ञा भवति. यदि प्रातिपदिकसंज्ञा अस्ति तदा एव सु इति प्रत्ययः विहितः भवति. तर्हि यत्र प्रत्ययान्तं क्विबन्तम् अस्ति तत्र धातुसंज्ञा न तिष्ठति, तदनन्तरं सु इति प्रत्ययः तस्मात् विहितः भवति. अत्र कोऽपि प्रश्नः अस्ति वा? हेमा भगिनी इतोपि किमपि वक्तव्यमस्ति वा अत्र? न महोदय, एकः प्रश्नः अस्ति. यदि क्विबन्तधातुत्वं न जहति तत्र यदि तिङ् प्रत्ययः योजयामः चेत् तत्र धातु संज्ञा एव तिष्ठति. तदनन्तरं अत्र ति अत्र वयं दृष्टवन्तः किल भगिनि, अजोजूर् यदस्ति अत्र अजोजूर्योगः ता अस्ति, अत्र तिङ्प्रत्ययः अस्ति, परन्तु तस्य लोपः भवति हल्न्याभ्यो दीर्घासुति उक्तं हल् इत्यनेन, अतः अजोजूर् अस्ति. अतः प्रत्ययस्य योजनानन्तरं तस्य पदसंज्ञा अस्ति. अस्तु, अपि च तत्र तस्य धातुसंज्ञा अपि अस्ति. किमर्थम् इत्युक्ते अत्र अन्यदृष्टिः अस्ति किल, इत्युक्ते अत्र तस्य एव धातुसंज्ञा अपि भवति इति. किमर्थम् इत्युक्ते अत्र अजोजूर् इति धातुः अस्ति एव, अपि च ता यदा योजयामः प्रत्ययरहितं, प्रत्ययः नास्ति चेत् धातुसंज्ञा, प्रत्ययः अस्ति चेत् पदसंज्ञा, परन्तु अत्र प्रत्ययलोपः भवति भूत्वा तस्य संज्ञाद्वयं तिष्ठति. अस्तु, तावदेव. इदानीं किम् अभवत् अत्र? इदानीं किम् अभवत्? वदतु भगिनि. न वदतु, भवान् समापयतु, अन्यः प्रश्नः. इदानीम् अत्र गृधातुः कृते यथा क्विप् योजयामः, सर्वापहारलोपानन्तरं गृ एव, अत्र गिर् इति अस्ति, गृ नास्ति, गिर् अस्ति, गिर् भवति. इदानीं गिर् इत्यस्य तेन तर्केन एव वयं वक्तुं शक्नुमः अत्र तस्य संज्ञाद्वयमस्ति, एकमस्ति धातुसंज्ञा, अन्यदस्ति अन्या अस्ति प्रातिपदिकसंज्ञा. परन्तु यदि प्रातिपदिकसंज्ञा न भवति तर्हि वयं सुप्रत्ययं न योजयामः, अतः अत्र धातुसंज्ञा न तिष्ठति. इदानीं यदा वयं सुप्रत्ययं योजयामः तदानीम् अत्र तस्य धातुसंज्ञा न तिष्ठति, अतः एव तस्य धातुसंज्ञा तिष्ठेत् इति उद्देश्यः. अतः परिभाषायाः आवश्यकता अस्तु भगिनि. वदतु भगिनि, हेमलता भगिनि. अत्र क्विप् इति योजयामः किल, यत् कृत् प्रत्ययः अस्ति यः, तत्र क्विप् कुत्र कुत्र योजनं कुर्मः इत्युक्ते धातोः सह प्रातिपदिकं भवेत् कृत् प्रत्ययः अस्ति इति कृत्वा एकः, अन्यत् अन्य कुत्रापि तस्य प्रयोगः भवति वा क्विपः? कृत् धातुः अनन्तरमेव किल भगिनि, महोदयः धातोः अनन्तरमेव कृत् प्रत्यय योजयामः. यदा योजयामः तस्य अहं किञ्चित् लिखितवान् अत्र, क्विप् प्रत्ययः धातुतः विधीयते एव, भावार्थके भवति इति. सर्वत्र कृदन्तप्रत्ययाः धातोः विधीयते इति कृत्वा क्विप् अपि कृत् प्रत्ययः इति कृत्वा धातोः विधीयते. अन्यत्र कुत्रापि न भवति वा क्विप्? अहं न जानामि भगिनि, कृदन्तविषये मम अवगमनं बहु न्यूनमस्ति. इदानीं पर्यन्तम् अहं गीताप्रवेशपुस्तकं पठन्नस्मि इदानीं महोदयस्य वर्गे. इदानीं पर्यन्तं कृदन्तप्रत्ययाः विषये न चर्चितवन्तः वर्गे, अतः मम अवगमनं न्यूनमस्ति. विद्या भगिनी जानाति वा क्विप् इति प्रत्ययः कृत् प्रत्ययः इति तु अत्र वयं दृष्टवन्तः. क्विप् इति प्रत्ययः सनादिप्रत्ययः अपि अस्ति, तत्र तु धातुतः क्विप् प्रत्ययः सनादिप्रत्ययः वीते चेत् तत्र सनाद्यन्तदातव इत्यनेन नूतनधातुः अपि निष्पन्नः भवति, तर्हि क्विप् प्रत्ययः क्विप् प्रत्ययस्य योजनेन तत्र धातु नूतनधातुः अपि भवेत्. तत्र प्रातिपदिकादपि क्विप् प्रत्ययः केचन क्विप् प्रत्ययः प्रातिपदिकादपि विहितः भवेत्. तर्हि क्विप् प्रत्ययः तस्य कार्यक्षेत्रं बृहत् अस्ति. प्रत्ययः इदानीं पर्यन्तं वयं सनादिप्रत्ययेषु क्विप्रत्ययस्य एकं कार्यं वयं पूर्वं दृष्टवन्तः, तत्र हल्सन्धिपाठे तृतीयभागे यत्र तत्र अनुनासिकस्य क्विज्जलोः कृति इत्यस्मिन् विषये तत्र इदम् इति राजन् इदम् इति अस्ति, तत्र तु क्विप्रत्ययः तत्र क्वि इति क्विप्रत्ययः आगच्छति, तत्र तु नूतनधातुः निष्पन्नः भवति. तत्र क्विप् इति प्रत्ययः सनादिप्रत्ययः आसीत्. तद् भिन्नप्रत्ययः अस्ति वा भगिनि? तदेव प्रत्ययः तद् क्विप् इति अष्टाध्यायीं पश्यामः चेत् तत्र क्विप् इति प्रत्ययः अनेकवारम् आगच्छति. एकवारं तृतीयाध्याये आगच्छति, अनन्तरम् अग्रे तत्र चतुर्थे अध्याये अपि आगच्छति यत्र कृत् इति प्रत्ययः अस्ति. भिन्नप्रत्ययः अस्ति वा समानप्रत्ययः अस्ति वा? समानप्रत्ययः, तस्य लक्षणं तथा अस्ति, तत् केचन प्रत्ययः प्रातिपदिकात् विहितः भवति, केचन प्रत्ययाः धातुतः विहितः भवति, केचन कृत् प्रत्ययः इति. भगिनि, कृत् प्रत्ययः कृतप्रत्ययेषु अन्यतमः अस्ति? कृत् प्रत्ययेषु अन्यतमः अस्ति. आम्, तत्र तु तत्र यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् प्रत्ययः. तर्हि अत्र कृत् क्विप् इति प्रत्ययः तिङ् नास्ति इति कृत्वा कृत् प्रत्ययः. अस्तु, तिङ् अपि शित् अपि न भवेत् किल भगिनि? हा, तत्र कृदतिङ् इति अस्ति. तर्हि यः प्रत्ययः तिङ् नास्ति सः प्रत्ययः कृत् इति. तर्हि षित् अपि अस्ति. तर्हि तिङ्क्षित् सार्वधातुकम् इति अस्ति. तर्हि यः प्रत्ययः षित् अस्ति तदपि कृत् प्रत्ययः. कृत् प्रत्ययेषु अपि षित् प्रत्ययः भवन्ति, यथा शत्रुप्रत्ययः, शानच् प्रत्ययः. अस्तु, किञ्चित् विषयान्तर चिन्ता मास्तु, अग्रे गच्छामः इदानीं. कुर्वन्त विदन्त दातुत्वं न जहति, तत्तु परिभाषासूत्रं. तत् परिभाषा अस्ति, सूत्रं नास्ति, परिभाषा अस्ति. इत्युक्ते पाणिनेः न रचिता एतत् एषा. अस्तु अस्तु, इदानीम् अत्र लक्ष्मी भगिनी अग्रे करोतु, पठति वा भगिनि? आं महोदय. परन्तु अस्तु, सारांशः एवं यत् यः प्रत्यया अन्तः अस्ति यथा कुर्वन्तः, तस्य धातुसंज्ञा न भवति. भूवादयो धातवः इत्यनेन ये पाणिनेः धातुपाठे उपदिष्टाः ते एव धातवः. सनाद्यन्ता धातवः इत्यनेन ये द्वादशधातुप्रत्ययाः ते एव धातुभ्यः विधीयन्ते चेत् धातुसंज्ञा भवति. अतः तिबन्तम् अस्ति चेत् धातुसंज्ञा नास्ति, यथा लिक् योगः श लिखः. अत्रापि लिक् इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते, किन्तु लिख इति प्रत्ययान्तरूपस्य धातुसंज्ञा नास्ति. अस्तु, अत्र सारांशः एवं यत् प्रत्यये अन्तः अस्ति चेत् यः कुर्वन्तः कृत्प्रत्यययोजनेन धातुसंज्ञा न तिष्ठति इति वदति इति चिन्तयामि. इदानीमेव चर्चा अभवत् केवलं यदा भूवादयो धातवः इति संज्ञा सूत्रेण एव, अपि च पाणिनेः धातुपाठे उपदिष्टाः इत्युक्ते उपदेश अवस्थायां पाणिना ये धातवः उक्तं ते एव धातवः, भूवादयो धातवः इति सूत्रेण, संज्ञासूत्रेण. अपि च सनाद्यन्ता धातवः इति अन्यसूत्रमस्ति. तत्र द्वादशधातुप्रत्ययः सन्ति, ते यदि धातुभ्यः विधीयन्ते चेत् धातुसंज्ञा तिष्ठति. किन्तु कृबन्तमस्ति चेत् धातुसंज्ञा न तिष्ठति. इत्युक्ते उदाहरणमस्ति लिक् योगः श, तत्र लिखः इति रूपं शकारस्य इति विकरणप्रत्ययः अस्ति किल भगिनि, सुधादिगणीय. आम् आम्, शकारः गच्छति, अकारः एव तिष्ठति, लिख इति रूपम्. अत्रापि लिक् इति अन्तर्भूतभागस्य धातुसंज्ञा वर्तते. तत्र लिक् योग लिक् अ अस्ति, लिक् एव तत्र धातुभागः अस्ति. लिख इति रूपे तु धातुसंज्ञा न तिष्ठति. प्रत्यययोजनानन्तरं धातुसंज्ञा न भवति, धातुसंज्ञा तिष्ठति इत्युक्ते पूर्णरूपस्य. पूर्णरूपस्य धातुसंज्ञा न तिष्ठति, केवलम् उपदेश अवस्थायां यत् अस्ति तत् तस्यैव धातुसंज्ञा तस्यैव धातुसंज्ञा अपि च सनाद्यन्ताः अनेन सूत्रेण अपि अतः एव अत्र दृष्टिद्वयं दत्तमस्ति पूर्वं योजनात् पूर्वं योजनस्य अनन्तरं रहितं सहितं तादृश तर्कः अभवत् अत्र पूर्वं तदेव अत्र पुनः उक्तः अस्तु. परन्तु भगिनी इदानीं क्विबन्तमस्ति चेत् धातुसंज्ञा नास्ति, यदि समाद्यन्ता धातव इत्यनेन यः क्विप् प्रत्ययः अस्ति तेन योजनेन समाद्यन्ता धातव इत्यनेन धातुसंज्ञा न भवति वा? समाद्यन्ता धातवः तेन योजनेन धातुसंज्ञा भवति, परन्तु अत्र न भवति इति दत्तमस्ति. विद्या भगिनी, अत्र तु तत्तु भिन्न भिन्न क्वि प्रत्ययः महोदय, अत्र तु कृत् प्रत्ययः प्रत्ययः समानमेव, परन्तु अत्र प्रायः कार्याणि भिन्नानि. अत्र किमस्ति महोदय, अहं न अवगतं, मया न अवगतं. न न, पूर्वं चर्चा अभवत् किल भगिनि अत्र क्विप् इति प्रत्ययः सनाद् ये द्वादश सनाद्यन्त सनादिप्रत्ययाः सन्ति तेषाम् अन्यतमः अस्ति क्विप् इति, अपि च कृत् प्रत्ययः अपि क्विप् अस्ति, प्रायः भिन्नप्रत्यय प्रत्ययौ भिन्नौ प्रत्ययौ इति चिन्तयामि. नाम एक नाम एकमेव परन्तु प्रायः भिन्नप्रत्ययौ अत्र तु कृत् प्रत्ययः अस्ति, अत्र कृत् प्रत्ययः अस्ति, तत्र तु भिन्न क्विप् इति एव नाम, परन्तु भिन्न तस्य लक्षणं लक्षणं भिन्न, अतः प्रत्ययः एव भिन्नप्रत्ययः, समानप्रत्ययः नास्ति इति. यत् सनादिप्रत्ययः अस्ति तद्भिन्न, अपि च कृत् प्रत्ययः भिन्नः अस्ति. अस्तु अस्तु, इदानीं समीचीनम् अस्तु, अग्रे गच्छामि. इदानीम् अत्र इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति वा अत्र? न. इदानीमत्र तं त्यजामः. इदानीम् अत्र तस्य प्रसङ्गः प्रायः आवश्यकता नास्ति. इदानीमत्र विद्या भगिनी भवती पठति वा? तर्हि अत्र प्रश्नः उदेति यत् इति, नो चेत् पूर्वं पठतु भगिनि, इमानि संज्ञासूत्राणि अवलोकताम् इति तदपि पठतु भगिनि. महोदय, तस्य उपरि संज्ञानां सह वासः सम्भवति, तस्य तदेव इदानीं विद्या भगिनी पठति भगिनि. अत्र कासां संज्ञानां सहवासः सम्भवति इति प्रसङ्गे एकं विशिष्टं सूत्रं ज्ञातव्यम्. आकडारात् एका संज्ञा, इमानि सूत्राणि अवलोकताम्. अर्थवत् अधातुर् अप्रत्ययः प्रातिपदिकं, कृत्तद्धितसमासाश्च भुवादयो धातवः सुप्तिङन्तं पदम् इति अस्ति. आकडारात् एका संज्ञा प्रथमाध्यायस्य चतुर्थपादात् प्रथमसूत्र सूत्रमारभ्य तत्र द्वितीय अध्यायस्य द्वितीयपादस्य अष्टत्रिंशत्तमं सूत्रं पर्यन्तम् इति यावत् ययोः प्रत्यययोः अस्मिन् सूत्रपरिधौ संज्ञा विधीयते तयोः समावेशः न भवति इति अस्ति. तर्हि अत्र प्रश्नः उदेति यत् अर्थवत् अधातुर् अप्रत्ययः प्रातिपदिकम् इति सूत्रे अधातुः इति किमर्थम् उक्तम्? तर्हि अत्र प्रश्नः अस्ति कासां संज्ञानां सहवासः सम्भवति इति. तस्य अवगमनार्थं तत्र आकडारात् एका संज्ञा इति सूत्रस्य अवगमनम् आवश्यकम्. तर्हि आकडारात् एका संज्ञा इति सूत्रम् अधः अन्ते अस्ति भगिनि, एकवारम् अत्रापि गमिष्यामः. पठामि वा सूत्रं? सूत्रं पठतु भगिनि एकवारम्। आकडारात् एका संज्ञा, अस्मात् सूत्रात् आरभ्य कडारा कर्मधारये पर्यन्तम् इत्युक्ते तत्र द्वितीय अध्यायस्य द्वितीय पादस्य अष्टत्रिंशत्तमं सूत्रपर्यन्तम् एकस्य रूपस्य एका एव संज्ञा अर्हा, तत्र सर्वत्र परस्य संज्ञासूत्रस्य बलं विप्रतिषेधे परं कार्यम् इत्यनेन अथवा अपवादभूतत्वात् इति अस्ति। तर्हि इदानीम् अत्र चत्वारि सूत्राणि सन्ति। अत्र अर्थवत् अधातुर् अप्रत्ययः प्रातिपदिकम् इति प्रातिपदिकविधायकसूत्रम्, अनन्तरं यत्र प्रत्ययान्तम् अस्ति तत्र कृत् तद्धितसमासाश्च इत्यनेन प्रातिपदिकं विधायकसूत्रम्, अनन्तरं तत्र धातुः भुवादयो धातवः इत्यनेन तत्र सूत्रमस्ति, धातुसंज्ञा भवति तेन, सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा भवति। तर्हि अत्र प्रातिपदिकसंज्ञा संज्ञासूत्रद्वयं तत्र प्रथमदेयस्य द्वितीयपादे अस्ति, तर्हि तत्र आकडारात् एका संज्ञा इति सूत्रस्य तत्र प्रसक्तिः एव नास्ति। अनन्तरं भुवादयो धातवः इति सूत्रं प्रथमाध्यायस्य द्वितीयपादे अस्ति, तत्रापि आकडारात् एका संज्ञा इत्यस्य प्रसक्तिः नास्ति। सुप्तिङन्तं पदम् इति सूत्रं प्रथमाध्यायस्य चतुर्थपादे अस्ति, तर्हि तत्र आकडारात् एका संज्ञा इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तत्र अपरेषां सूत्राणां तत्र प्रसक्तिः नास्ति। तर्हि केवलं सुप्तिङन्तं पदम् इत्यस्य कृते एव आकडारात् एका संज्ञा इत्यस्य प्रसक्तिः अस्ति। तर्हि तत्र आकडारात् एका संज्ञा इति सूत्रं तदा एव आगच्छति यत्र संज्ञासूत्रद्वयम् आकडारात् एका संज्ञा इति सूत्रस्य कार्यक्षेत्रे आगच्छति, इत्युक्ते तत्र प्रथमाध्यायस्य चतुर्थपादात् प्रथमसूत्रात् आरभ्य द्वितीय अध्यायस्य द्वितीयपादस्य अष्टत्रिंशत्तमं सूत्रपर्यन्तं यदि संज्ञासूत्रद्वयम् आगच्छति चेत् तर्हि तत्र आकडारात् एका संज्ञासूत्रम् इति आगत्य तत्र वयं का संज्ञा तत्र तिष्ठति इति वयं तत्र निर्णयं कर्तुं शक्नुमः। परन्तु अत्र केवलम् एकं सूत्रम् एव तत्र पदसंज्ञा एव तत्र आकडारात् एका संज्ञा इत्यस्मिन् अन्तर्भूतः। तर्हि इदानीम् अत्र तत्र त्रयाणां संज्ञानामपि एकत्र सहवासः भवति, तर्हि प्रातिपदिकसंज्ञा धातुसंज्ञा अपि पदसंज्ञा त्रयाणामपि संज्ञानां सहवासः सम्भवति। सहवासः सम्भवति इत्युक्ते त्रयाणां संज्ञानामपि एकत्र प्राप्तिः भवितुम् अर्हति। अत्र आकडारात् एका संज्ञा इति सूत्रं तत्र किमपि कापि बाधा न करोति, बाधां न करोति। यथा भगिनि इतः पूर्वं वयम् एकं दृष्टवन्तः अत्र यथा वयं पठितवन्तः न पूर्वं न एकनिमिषः भगिनि अत्र इदानीम् अत्र स्वादिष्वसर्वनामस्थाने अपि च यचीभं वयं दृष्टवन्तः सूत्रद्वयं द्वौ अपि आकडारादेका संज्ञा इत्यस्य परिधौ स्तः, अतः कस्यचिदपि भसंज्ञा अथवा पदसंज्ञा भवितुम् अर्हति, परन्तु संज्ञाद्वयं न भवितुम् अर्हति। अतः एव अत्र सुप्रत्ययेषु सर्वनामस्थानसंज्ञात् पूर्वं यद् अङ्गमस्ति तस्य पदसंज्ञा भवति इति वयं जानीमः, परन्तु यदि प्रत्ययः यकारादिः वा अजादिः वा अस्ति तर्हि भसंज्ञा भवति इति, अतः सूत्रद्वयम् एकत्र आगत्य संज्ञाद्वयं न भवितुम् अर्हति। किमर्थमित्युक्ते आकडारादेका संज्ञा इत्यस्य परिधौ सूत्रद्वयमपि अस्ति, परन्तु इदानीं यानि सूत्राणि इदानीं वयं दृष्टवन्तः प्रातिपदिकसंज्ञा सूत्रद्वयम् अपि च धातुसंज्ञा अपि च पदसंज्ञा, एतानि त्रीणि इत्युक्ते किम् अत्र एकस्य संज्ञात् त्रयं भवितुम् अर्हति इति. किमर्थमित्युक्ते अत्र केवलं यथा भगिनी उक्तवती पदसंज्ञायाः सूत्रमेव आकडारादेकासंज्ञा इत्यस्य परिधौ अस्ति. अन्यानि त्रीणि सूत्राणि तु तस्मिन् परिधौ नास्ति. अतः एकस्य पदसंज्ञा धातुसंज्ञा अपि च प्रातिपदिसंज्ञा भवितुम् अर्हति इति. इदानीं समीचीनं वा? आं महोदय. कार्यक्षेत्रं यथा भगिनी उक्तवती इत्युक्ते अत्र रेञ्ज् दत्तमस्ति किल भगिनि, आकडारादेकासंज्ञा इत्यस्य परिधिः अस्ति अथवा सीमा अस्ति प्रथम अध्यायस्य चतुर्थपादात् प्रथमसूत्रात् आरभ्य द्वितीयाध्यायस्य द्वितीयसूत्र द्वितीयपादौ द्वितीयपादे अत्र अष्टत्रिंशत्तमं सूत्रं पर्यन्तं तदस्ति तस्य कार्यक्षेत्रम् अथवा परिधिः अथवा सीमा. तस्यां सूत्रद्वयम् अस्ति चेत् एकस्य एव संज्ञा यत्किमपि प्राप्नोति. अस्तु, यथा वयमत्र यचीभम् अपि च स्वादिष्वसर्वनामस्थाने इत्यनयोः कृते वयं दृष्टवन्तः. तादृशस्थितिः इदानीं पदसंज्ञा धातुसंज्ञा प्रातिपदिकसंज्ञा याः संज्ञानां विषये तादृशस्थितिः नास्ति इति अत्र विषयः. समावेशो न भवति इत्युच्यते एकत्र एकस्य प्रसङ्गे एव. अस्तु अस्तु. अत्र इदानीं यत्किमपि अस्ति तस्य संज्ञा त्रीणि अपि संज्ञात्रयमपि भवितुम् अर्हति. प्रथमाध्यायस्य चतुर्थपादपूर्वं ये आगच्छन्ति तत्र त्रीणि अपि भवितुं शक्नोति, किन्तु तस्य परे एका संज्ञा भवति आकारादेका संज्ञा इति सूत्रेण. परन्तु अत्र सुप्तिङन्तं पदं यथा भगिनी उक्तवती सुप्तिङन्तं पदम् इति सूत्रमस्ति किल, तत् सूत्रं आकडारादेका संज्ञा इत्यस्य परिधौ अस्ति. परन्तु तदेव अस्ति धातुसंज्ञा अपि च प्रातिपदिकसंज्ञा सूत्रद्वयं तस्मिन् परिधौ नास्ति. अतः यदि सूत्रद्वयं तस्मिन् परिधौ अस्ति एव एकस्य प्राप्तिः. एकस्य प्राप्तिः भवति. इदानीं तु तथा नास्ति किल, अत्र सूत्र चतुर्थयमस्ति. अतः अपि च संज्ञात्रयम् अत्र संज्ञात्रयमपि एकस्य भवितुम् अर्हति. तावदेव. विद्याभगिनी समीचीनमेव न? अन्यत् किमपि अस्ति वा अत्र? न महोदय, सम्यक् अस्ति. अस्तु अस्तु अस्तु, अग्रे गच्छामि. इदानीं हेमा भगिनी पठति वा अत्र? तर्हि अत्र प्रश्नः उदेति तत्र वा? तर्हि अत्र प्रश्नः उदेति यत् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रे अधातुः इति किमर्थम् उक्तम्? तर्हि हन् इति धातुं स्वीकुर्मः. हन् योगः लङ् लुङ् लङ् लृङ्षु अडुदात्तः इत्यनेन लुङ् लङ् लृङ् च परं चेत् धातुरूपी अङ्गस्य अट् आगमो भवति. तर्हि हन् तस्य प्राक् अकारः आगच्छति, अडागमः, अतः अहन् इति रूपं भवति. इदानीम् अहन् इत्यस्य धातुसंज्ञा इति तु अस्ति एव. अहन्योगः तकारः लङ्लकारे हल्ङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन तकारस्य लोपः अहन् इति रूपम्. अधुना प्रत्ययलक्षणेन सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा अपि अस्ति. यदि अर्थवदधातुरप्रत्ययः प्रत्ययप्रातिपदिकम् इति सूत्रे अधातुः इति न उक्तं स्यात् तर्हि यतोहि अहन् इति धातुः अर्थवान् अतः अर्थवद अप्रत्ययः प्रातिपदिकम् इति सूत्रेण तस्य प्रातिपदिकसंज्ञा अपि भवति स्म. तदा च न लोपः प्रातिपदिकान्तस्य इत्यनेन तस्य न लोपः इति भवति स्म. अर्थवदप्रत्ययः प्रातिपदिकम् इत्यनेन या प्रातिपदिकसंज्ञा सा आकडारात् एका संज्ञा इत्यनेन एकाकिनी एव भवति इति तु नास्ति. अतः अत्र न कापि बाधा. त्रयाणामपि संज्ञानाम् एकत्र प्राप्तिः. तदा अत्र ण्याप्रातिपदिकात् स्वौजस् इत्याभ्यां स्वौजस् इत्यादयः प्रत्ययाः विधीयमानाः स्युः. अस्य निवारणार्थम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रे अधातुः इति वक्तव्यम् आसीत्. तर्हि अत्र प्रातिपदिकसंज्ञाविधायकसूत्रमस्ति अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति. अत्र अधातुः इति किमर्थम् उक्तमस्ति इति प्रश्नः उदेति. तर्हि तस्य समाधानार्थम् अत्र हन् इति धातुं स्वीकुर्मः. तत्र लङ्लकारे अडागमः आगच्छति लुङ् लङ् लृङ् षडुदातः इति सूत्रेण अहन् इति इदानीं धातुः अस्ति. तर्हि अहन् लङ्लकारे यदि प्रथमपुरुषे एकवचने वयं योजयामः अहन्योगः तकारः अपृक्तसंज्ञा हल् हलः लोपः भवति हल्ङ्याभ्यो दीर्घात् श्रुतिस्य पृक्तं हल् अनेन. तर्हि अहन् इति अवशिष्यते. अहन् इति इदानीं पदसंज्ञा प्राप्नोति सुप्तिङन्तं पदम् अनेन. तर्हि यदि प्रातिपदिक संज्ञाविधायकसूत्रे अधातुः इति न उक्तं तर्हि केवलम् अधातुः अधातुं परित्यज्य अर्थवदप्रत्ययप्रातिपदिकम् इति भवति चेत् तदा किं भवति इति पश्यामः. तर्हि अधातुः अत्र अहन् इति धातुसंज्ञा अस्ति तस्य अर्थः अपि अस्ति इति कृत्वा तत्र अर्थवान् अस्ति इति. इदानीं अर्थवान् अस्ति अपि च प्रत्ययः नास्ति अप्रत्ययः अस्ति इति कृत्वा तत्र प्रातिपदिकसंज्ञा अपि भवितुम् अर्हति. तर्हि अन्यत् एकसूत्रमस्ति अष्टमाध्याये न लोपः प्रातिपदिकान्तस्य. यदि प्रातिपदिकात् अन्ते नकारः अस्ति तर्हि तस्य लोपः भवति स्म इति. तर्हि अहन् अत्र नकारस्य लोपः भवितुम् अर्हति. इदानीं अर्थवत् अप्रत्ययः प्रातिपदिकम् इति सूत्रसङ्ख्या अस्ति प्रथमपादे द्वितीय प्रथम अध्याये द्वितीयपादे अस्ति. आकडारात् एकसंज्ञा तस्य परिधिः चतुर्थपादात् एव आरम्भं भवति. अतः अत्र प्रातिपदिकम् इति एका एव संज्ञा भवितुम् अर्हति. न न न पुनः वदतु भगिनि तत्र अस्ति परम् इत्यनेन किमस्ति अत्र अहन् इत्यस्य एका एव संज्ञा भवति इति तु न किल बहुसंज्ञकं भवितुम् अर्हति परन्तु अस्य परिधिः नास्ति सीमायाः बहिः अस्ति इति कृत्वा आकडारात्मकसंज्ञा चतुर्थपादे एव आगच्छति. परन्तु अर्थवदप्रत्ययः प्रातिपदिकं तु द्वितीय पादे अस्ति. अतः या प्रातिपदिका संज्ञा भवति सा अस्यां परिधौ नास्ति इति कृत्वा तत्र बहवः इत्युक्ते त्रयाणामपि संज्ञा त्रयः संज्ञा अपि भवितुं शक्नोति प्राप्तिः भवति. तर्हि अत्र इदानीम् अन्यत् सूत्रमस्ति चतुर्थपादे एव ण्याप् प्रातिपदिकात्. अपि च स्वौजस् इत्याभ्यां सु औजस् इत्यादयः प्रत्ययाः विधीयमानाः स्युः. तर्हि अत्र सुप्रत्ययाः ये सन्ति सु औजस् तयोः विधायकसूत्रमस्ति ङ्याप् प्रातिपदिकात्. इत्युक्ते प्रायः ङि इति स्त्रीलिङ्गे, अपि च आप् इति स्त्रीलिङ्गे, अपि च स्वौजस् तत्तु साधारणतया प्रातिपदिक प्रत्ययाः सन्ति इति. तेषां विधीय सुप्रत्ययाः विधीयन्ते. किमर्थम् इदानीम् अत्र अहन् इति प्रातिपदिकम् अपि भवितुम् अर्हति यदि अर्थवत् प्रत्ययः प्रातिपदिकम् इति सूत्रमस्ति चेत्. अत्र अधातुः इति तस्मिन् सूत्रे न भवति तर्हि एव प्रातिपदिकसंज्ञा प्राप्नोति, तस्य किमपि बाधा नास्ति. किमर्थम् यथा भवती उक्तवती अत्र आकडा राधेका संज्ञा इत्यस्य परिधौ नास्ति, अतः त्रयाणामपि प्राप्तिः भवितुम् अर्हति. अतः सुप्रत्ययः इदानीं योजयितुं शक्नुमः. अतः तत्र तत्र सुबन्ते वयं न योजयामः अहनिति. अहनित्यस्य किं किमर्थं तत् धातुः अस्ति इति भूत्वा, नो चेत् सर्वेषां धातूनां तस्य यङ्लुगन्तरूपमस्ति चेत् न, अपि च लङ्लकारे लङ्लकाररूपे वयं प्रत्ययं योजयितुं या प्रातिपदिकसंज्ञा भूत्वा सुप्रत्ययं योजयामः तस्य निवारणार्थम्. अस्तु, परन्तु अहम् इति अव्ययं वा महोदय, अन्यत् अत्र नास्ति. हन् धातुः अस्ति किल, हन् अहम् इति दिवां सूचयति किल, अहोरात्रौ इति आगतः अहन् अहन् अत्र अव्ययं वा? तद् आह्नि पुल्लिङ्गशब्दः अस्ति भगिनि. एवं वा? मध्याह्नः इति अपराह्नः मध्याह्नः इति वदामः किल, प्रायः अत्र पुल्लिङ्गशब्दः अस्ति. इदानीं मम पार्श्वे पदकोशः नास्ति, अनन्तरं द्रक्ष्यामि. अस्तु, किञ्चिदेव अवशिष्टः अस्ति, तत् कुर्मः वा आगामिसप्ताहे कुर्मः वा करिष्यामः वा? स्पष्टं नास्ति महोदय. एतत् स्पष्टं नास्ति, पुनः करिष्यामः एतत् अग्रे गत्वा. अस्तु, इदानीम् अत्र किं इदानीं तु समयः अतीतः, अतः किं कुर्मः, इदानीम् अत्र स्थगयामः. पुनः एकवारम् एतस्मादारभ्य आगामिसप्ताहे करिष्यामः. अस्तु अस्तु, तदेव समीचीनं भवति इति चिन्तयामि. अस्तु अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः, शुभरात्रिः.